नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति सुदादिगणः इति विषयः अनुवर्तते। तत्र गतवर्गे अस्माभिः ऋकारान्तधातूनां विषये अधीतम् आसीत्। तत्र अस्माकं न श्रूयते भगिनि, न क्षम्यतां, मया न किमपि न उक्तम्, एकक्षणम्। अत्र क्षम्यतां, तत्र तुदादिगणः इति विषयः अनुवर्तते। तत्र अस्माभिः गतवर्गे ऋकारान्तधातूनां विषये एकं नूतनं सूत्रम् अधीतम् आसीत्। किमस्ति सूत्रम्? रिङ्क्षयग्लिङ्क्षु इति सूत्रं, खलु? रिङ्क्षयग्लिङ्क्षु इति सूत्रम्। अत्र सूत्रे रिङ् इति आदेशः भवति, ऋकारान्तधातूनां रिङ् इति आदेशः भवति यदा श इति प्रत्ययः परः अस्ति, नो चेत् तत्र सार्वधातुके यक् यक् इति प्रत्ययः परः अस्ति, नो चेत् यकारादि आर्धधातुकलिङ्लकारः आशीर्लिङ्लकारः आशीर्लिङ्लकारे यकारादिप्रत्ययः अस्ति चेत् ऋकारान्तधातूनां रिङ् आदेशः भवति। अतः मृङ् इति धातुः मृ इति अवशिष्यते, मृ इति धातोः सुदादिगणे रिङ्क्षयग्लिङ्क्षु इति सूत्रेण ऋकारस्य स्थाने रिङ् आदेशः भवति। तत्र रिङ् इति आदेशे मकारः इत्संज्ञकः, तत्र रिङ् इति अनेकालस्ति, अतः अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकालचित् सर्वस्य इत्यनेन सर्वादेशः स्यात्, परन्तु तत्र मकारस्य इत्संज्ञा अस्ति इति कृत्वा निच्च इति सूत्रेण पुनः अन्तादेशः भवति, अनेकाश्चित् सर्वस्य इति सूत्रं प्रबाद्य। तर्हि तत्र मृ इति ऋकारस्य रिङादेशः मृ इति भवति, मृयोगः श इति विकरणप्रत्ययः। तर्हि तस्मिन् सन्दर्भे अचिष्णु धातु ब्रुवां युवर्यङ् वङ्गौ इति सूत्रेण तत्र इकारस्य इयङ् आदेशः भवति इति ज्ञातं। तर्हि म्रीयोगः म्रियोगः अयोगः ते म्रियते इति रूपं प्रसिद्धमेव। कर्मणि प्रयोगे अपि म्रियते इति एव रूपमस्ति, तत्रापि रिङ्क्षयग्लिङ्क्षु इत्यनेन एव सूत्रेण रिङ् आदेशः भवति इति कृत्वा तत्र म्रियते इति रूपं निष्पन्नं भवति। तर्हि तत्र प्रश्नः आसीत् यत् मृ इति अत्र यदा रिङ् आदेशः भवति तदनन्तरम् अचिष्णु धातु ब्रुवां युवर्यां वङ्गौ इति सूत्रस्य कथं प्रसक्तिः इति प्रश्नः आसीत्, तत्र धातुसंज्ञा अस्ति वा इति प्रश्नः आसीत्। तस्य विषये अपि अस्माभिः चर्चितम् आसीत् यत् मृ इति इत्यस्य मृयोगः श इति स्थितौ मृ इत्यस्य धातुसंज्ञा अस्ति, यदा रिङ्क्षयग्लिङ्क्षु इति सूत्रेण रिङ् आदेशः भवति म्रि इति भवति तदानीमपि धातुसंज्ञा तिष्ठति, यतोहि प्रत्ययस्य योजनं न जातं। प्रत्ययस्य योजनं यदा भवति तदानीं तत्र धातुसंज्ञा न भवति। यदि म्रियोगः अ इति स्थितौ म्रिय इति निष्पन्नं भवति चेत् तदानीं तत्र धातुसंज्ञा नास्ति, परन्तु मृ इत्यत्र रिङ् आदेशानन्तरम् अपि तत्र मूलबीजं तत्र धातुत्वं तत्र एव तिष्ठति, तस्य किं धातुसंज्ञा न अपगच्छति, तत्रैव तिष्ठति। अतः रिङ् आदेशानन्तरमपि धातुसंज्ञा अस्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण इयङ् आदेशः भवति, अतः म्रियते इति रूपं निष्पन्नं भवति। अतः कार्यद्वयम् अस्ति, एकं तु रिङ्क्षयग्लिङ्क्षु इति रिङ्गादेशः, अनन्तरम् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन यङ् आदेशः इति कार्यद्वयं भवति। तत्र एव अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य विषये एकः प्रश्नः आसीत्, किमर्थं योः इति उक्तं, तत्र इणः इति वक्तुं शक्यते खलु, इणः इति वदामः चेत् इकार उकारयोः ग्रहणं भवति खलु, इन् इति प्रत्याहारं स्वीकुर्मः चेत् तत्रैव लाघवं खलु, किमर्थं व्योः योः इति किमर्थं तत्र उक्तमस्ति, इकार उकार अनयोः सन्धिं कृत्वा युवोः इति उक्तं खलु, किमर्थं तथा उक्तम् इति प्रश्नः आसीत्। कस्यचित् पार्श्वे उत्तरमस्ति वा, केनापि चिन्तितं वा तस्य विषये? श्रूयते वा? केनापि चिन्तितं वा अस्मिन् विषये? कोऽपि समयः अपेक्षितः वा? लण् प्रत्याहारस्य नकारं स्वीकृत्य एव उरण्ड्रपरा इति सूत्रस्य विवरणसमये दत्तमस्ति इति कृत्वा इन् इति प्रत्याहारं स्वीकुर्मः चेत् तत्र ईकार उकारस्य केवलम् अवबोधनं न जायते, किन्तु लण् पर्यन्तम् इति जायते इति कारणेन युवौ इति दत्तम्। उत्तमं, बहु समीचीनं, तथैव अस्ति। इत्युक्ते इन् इन् ग्रह यथा अण् इत्यस्य परेणकारेण स्वीकार्यः इति उक्तं खलु, अण् इति एकं सूत्रं विहाय अन्यत्र सर्वत्र परेणकारेण स्वीकार्यः इति यथा उक्तं तथैव इन् इत्यस्य विषये अपि अस्ति। इन् इत्यत्रापि परेणकारेण एव ग्राह्यः सर्वत्र अष्टाध्यायां, यत्र यत्र इन् इति उच्यते तत्र सर्वत्र परेण नकारेण एव ग्राह्यः इति कृत्वा अत्र सूत्रे इन् इति इणः इति उच्यते चेत् तत्र दोषः जायते। तत्र न केवलम् इकार उकारयोः ग्रहणं, परन्तु लण् पर्यन्तम् अन्ये ये ये वर्णाः सन्ति तेषां सर्वेषां ग्रहणं तत्र भवति, तद् न इष्यते इति कृत्वा युवोः इति अत्र स्थानी अस्ति, न तु आदेशः, अतः अत्र सवर्णानां ग्रहणं भवति। तर्हि तत्र इणः इति वदामः चेत् तत्र न केवलम् ईकार उकारः एतेषां सवर्णानां ग्रहणं, परन्तु तत्र ततः अग्रे ये ये वर्णाः सन्ति लण् पर्यन्तं तेषां सर्वेषां ग्रहणं भविष्यति, तन्न इष्यते इति कृत्वा अत्र योः इति उक्तमस्ति सूत्रे। अस्तु, समीचीनं। तर्हि इदानीं ततः अग्रे गन्तुं शक्नुमः। तत्र तुदादिगणे तत्र चत्वारः ऋकारान्तदातवः सन्ति इति ज्ञातं, म्रियते, प्रियते, ध्रियते, ध्रियते इति रूपाणि। कर्मणि प्रयोगे अपि एतेषां सर्वेषां तादृशमेव रूपं भवति, न कोऽपि भेदः। अतः एव वाक्ये यदा वयं वदामः तत्र म्रियते इति यदा वदामः, तर्हि तत्र वाक्ये कर्मणि प्रयोगे अस्ति वा कर्तरीप्रयोगे अस्ति वा इति द्रष्टव्यं भवति। कोऽपि वाक्यं वदति वा म्रियते इति पदं स्वीकृत्य, क्रियापदं स्वीकृत्य? न जायते, म्रियते वा कदाचित् गीतायाम् अस्ति। न, तत्तु अस्ति, तत्तु अस्ति, परन्तु इदानीं कर्तृपदं सर्वं योजयित्वा सम्पूर्णं वाक्यम्। आत्मा न जायते न म्रियते, आत्मा न म्रियते, आत्मा न म्रियते इति वाक्यं। सम्यक्, आत्मा न म्रियते इति कर्तरिप्रयोगे वा कर्मणि प्रयोगे वा? कर्तरिप्रयोगे, हा, कर्तरिप्रयोगे अस्ति। तर्हि तत्र म्रियते इति कीदृशधातुः? तुदादिगणीयधातुः। तत्र कर्मपदं भवति वा अस्मिन्? अकर्मकः अस्ति, अतः कर्मपदं न भवति। अस्तु, तर्हि आत्मा न म्रियते इति वाक्यं सम्यक् अस्ति। तदेव वाक्यम् इदानीं कर्मणि प्रयोगे वदामः चेत् आत्मना म्रियते, आत्मना न म्रियते, आत्मना न म्रियते, अतः कर्मणि अपि म्रियते यदि तत्र कर्तरि अपि म्रियते एव खलु महोदय हा म्रियते एव उभयत्र अतः यदा वयं पठामः कुत्रचित् म्रियते इति शब्दं यदा वयं शृण्मः तदानीं कर्तरिप्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति वा इति सम्यक्तया आलोचनीयं भवति यतोहि उभयत्र रूपं म्रियते इति एव अस्ति अस्तु अपि च तत्र धातुः अपि अकर्मकः अतः कर्मपदमपि न सम्भवति अस्तु एवमेव प्रियते द्रियते ध्रियते इत्यादीनि रूपाणि अस्तु अत्र रिङ्क्षयड्लिङ्क्षु इति सूत्रस्य सन्दर्भे कोऽपि प्रश्नः अस्ति वा नास्ति चेत् अग्रे गन्तुं शक्नुमः इदानीं नमस्ते भगिनि नमस्ते भगिनि भगिनी तत्र इ इति प्रत्ययः तत्र वर्णः इति तत्र सूत्रे रतः अङ्गस्य रिङ्ग् इ आर्थधातुके शङ्क्लिङ्क्षु इति सूत्रे तत्र इ इति यस्मिन् विधिस्तदादौ अल्ग्रहणे इति सू इति परिभाषया तत्र वक्तुं शक्नुमः यकारः वर्णः परे भवेत् परन्तु तत्र यकारः एव भवेत् वा यकारस्य यकारः आदौ भवेत् वा प्रत्ययस्य अल्ग्रहणे इति उक्तं तत्र अल्ग्रहणे मध्ये न मध्ये न श्रुतं भगिनी पुनः वदतु मध्ये न श्रुतं न श्रुतं वा अस्तु भग्ना जाता वा अस्तु तत्र प्रश्नः अस्ति यस्मिन् विधिस्तदादौ अल्ग्रहणे इति परिभाषया तत्र इ इति यकारादौ इति उक्तं तत्र यकारादौ भवेत् वा केवलं यकारः एव भवेत् वा तत्र केवलं यकारः एव भवेत् वा नो चेत् यकारादौ भवेत् वा इति प्रश्नः वा इ असार्वधातुके इदानीं परिभाषासूत्रं किमपि नास्ति चेत् तत्र किं भवेत् इ असार्वधातुके इति वदामः चेत् तत्र किं भवेत् यकार कीदृशसम्बन्धः कीदृशसम्बन्धः तत्र विशेषविशेषभावः अस्ति न तत्र यकारान्तः भवेत् तत्र येन विधिस्तदन्तस्य इत्यनेन तत्र यकारान्तः भवेत् न येन विधि इदानीं परिभाषासूत्रमेव नास्ति किमपि नास्ति लौकिकवाक्यमस्ति इ असार्वधातुके इति चिन्तयतु तर्हि तत्र अनयोः कीदृशसम्बन्धः तत्र तु विशेषविशेषभावः अस्ति तत्र तु असार्वधातुके कीदृश असार्वधातुके प्रत्ययः इत्युक्ते यकार यकार भवति वा नो चेत् यकारादि भवति वा इति संशयः न न यकारादि किमपि नास्ति इदानीं मम प्रश्नः लौकिकवाक्ये कथं भवति इति प्रश्नः किं भवति यारूपी वर्णः यः असार्वधातुके इति भवेत् तर्हि य इति यकारः इति एकः एव वर्णः प्रत्यये भवेत् खलु समीचीनं यथा सुन्दरः बालकः इति यथा वदामः सुन्दरः सुन्दरः एव बालकः बालकः एव सुन्दरः एवमेव अत्र असार्वधातुके प्रत्यये इत्यनेन यकारः इति प्रत्ययः इति तावान् मात्र अर्थः लभ्यते समीचीनम् इदानीं तत्र परिभाषासूत्र सूत्रस्य ग्रहणं यदा भवति तदानीं यथा भवती उक्तवती येन विधिस्तदन्तस्य इत्यनेन अत्र न केवलं यकारः इति प्रत्ययः असार्वधातुकप्रत्ययः अपि च यकारान्तप्रत्ययः इत्यपि स्वीकर्तुं शक्यते येन विधिस्तदन्तस्य इत्यनेन परन्तु यत्र सप्तम्या निर्देशः अस्ति तत्र तदन्तविधिः न इष्यते तदादौ विधिः इष्यते तदादौ विधिः एव इष्यते तदर्थमेव अत्र यस्मिन् विधिः तदादौ अल्ग्रहणे इति परिभाषया तत्र यकारादिप्रत्ययः इति उक्तं तर्हि यकारादिप्रत्ययः इति यदा वदामः केवलं यकारः अस्ति चेदपि यकारादिः एव खलु अस्तु समीचीनम् अतः केवलं यकारः अस्ति चेदपि यकारादिः एव प्रत्यये बहवः वर्णाः सन्ति चेत् तदानीं यकारः अदौ भवेत् इति उभयता वक्तुं शक्यते यथा तत्र येन विधि सदन्तस्य इत्यत्र आलोचयामः तथैव अत्रापि इत्युक्ते एकः एव पुत्रः अस्ति चेत् किं वदामः? ओ अस्तु, अवगतम्। सः एव आदिमः, सः एव अन्तिमः अपि। अन्तिमः, अस्तु, समीचीनम्। एवमेव अत्र यकारादिः इति वदामः चेत् प्रत्यये एकः एव वर्णः अस्ति चेत् सापि यकारादिः एव, अतः तस्यापि ग्रहणम् अस्ति। तर्हि इदानीं अग्रे गच्छामः। तदानीम् इदानीं दीर्घऋकारान्तदातवः इति अस्ति, अत्र लिङ्क्षयग्लिङ्क्षु इत्यस्य विषये किमपि तत्र कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् अग्रे गच्छामः। तत्र इदानीं तत्र लक्ष्मीभगिनी आरम्भं करोतु, दीर्घऋकारान्तदातवः इति। आं भगिनि, दीर्घऋकारान्तदातवः द्वौ धातु स्तः, तुदादिगणे कृ विक्षेपे क्षिपति प्रसारयति, गृ निगरणे इति द्वौ ऋकारान्तधातु स्तः। अधुना अस्माभिः दृष्टं यत् ह्रस्व ऋकारान्तधातूनां ऋङ् आदेशः भवति, यथा मृङ् ऋङ् आदेशः, मृ इयङ् आदेशः, मृय योगश विकरणप्रत्ययः मृया इति अङ्गं, योगते म्रियते। दीर्घऋकारान्तधातूनां क्रमः भिन्नः। स्मर्यते यत् दिवादिगणे दीर्घऋकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः, जृ जि तुदादिगणे अपि तथा, उभयत्र ऋतयुद्धातोः इत्यस्य प्रसक्तिः, परन्तु ततः अग्रे भिद्यते, यतोहि दिवादिगणे शन् हलादिः अपित्, किन्तु तुदादिगणे श अजादि अपित्, दिवादिगणे हलि च इत्यनेन उपधायाम् इकः दीर्घत्वं, परन्तु तुदादिगणे हलि च इत्यस्य प्रसक्तिः नास्ति, अतः उपधायाम् इक् ह्रस्वः तिष्ठति। अग्रे क्रमः प्रदत्तः अस्ति कृ इति धातुः। अत्र दीर्घऋकारान्तधातवः तुदादिगणे द्वौ धातु स्तः, कृ विक्षेपे इति एकः धातुः, गृ निगरणे इति द्वितीयः धातुः। यतोहि ह्रस्व ऋकारान्तधातुः अस्ति चेत् तुदादिगणे ह्रस्व ऋकारान्तधातुः अस्ति चेत् ऋङ् आदेशः भवति इति अस्माभिः पठितम्। यत्र मृङ् इति धातुः अस्ति तत्र ऋकारस्य स्थाने रि इति आदेशः, ऋङ् आदेशः, अत्र अन्तादेशः एव भवति, ऋङ् इति ऋङ् इति ङकारस्य इत् अस्ति इति कृत्वा अत्र अन्तादेशः भवति निच्च इत्यनेन, अतः मृ इति भवति धातु, संज्ञा तिष्ठति। अचिष्णुधातु ब्रुवां युवोरियङ् वङौ इत्यनेन इयङ् आदेशः मृ इत्यस्य, इकारस्य स्थाने ईय इति आदेशः मृय भवति, पुनः शा इति विकर्णप्रत्ययस्य योजनेन मृया इति अङ्गं, मृया योगते म्रियते इति रूपम्। एतत् अस्माभिः पठितम्। इदानीं दीर्घऋकारान्तधातुः अस्ति चेत् अत्र जृ इति धातुः, क्षम्यतां, दिवादिगणे अस्माभिः पठितं यत् दीर्घऋकारान्तधातुः अस्ति चेत् तादृश ऋकारस्य इकारादेशः भवति ऋत इधातुः इत्यनेन, अत्रापि समानकार्यं भवति, किन्तु अग्रे किञ्चित् भेदः अस्ति, यतोहि दिवादिगणे शन् इति प्रत्ययः अस्ति, एषः प्रत्ययः हलादिः अस्ति, अपित् अपि अस्ति, किन्तु तुदादिगणे यः विकर्णप्रत्ययः शा इति अस्ति सः अजादिः अस्ति, अपित् अपि अस्ति, तेन कारणेन सोपानानि किञ्चित् भिद्यते। हलि च इत्यनेन इकः उपधायां यः इकः अस्ति तस्य दीर्घत्वं भवति दिवादिगणे, तुदादिगणे तु हलिच इत्यस्य प्रसक्तिः नास्ति, यतोहि हलि परे नास्ति, हल् वर्णः परे नास्ति, शा इति विकर्णप्रत्ययः अजादिः अस्ति, तेन कारणेन उपधायां यदि इक् अस्ति चेत् तदेव तिष्ठति इति अत्र उक्तमस्ति। कृ इति धातुः तस्य रूपं कथं प्राप्यते इति अग्रे उक्तमस्ति भगिनि। अग्रे पठामि वा? बहु सम्यक्तया उक्तवती भगिनी, धन्यवादः. अत्र केवलम् एकमेव वदामि, सर्वं सम्यक्तया उक्तवती, परन्तु तुदादिगणीयविकरणप्रत्ययः कः? तुदादिगणे शा इति विकरणप्रत्ययः. शा इति न न वक्तव्यं, किं वक्तव्यम्? अकारः प्रादेशिकभाषायाः तत्र किम् इम्पेक्ट् अस्ति, अतः यत्र यत्र ह्रस्व अकारः अस्ति तत्र तत्र दीर्घ अकारे अकारम् उपयुज्य भवती उच्चारयति, तत्र तथा मास्तु इति. अस्तु, सम्यक्, अस्तु. तर्हि धन्यवादः. सर्वत्र तत्र भवत्याः एवमेव अभ्यासः अस्ति इति कृत्वा वदामि. अस्तु, अस्तु, धन्यवादः. इदानीं समीचीनं, तर्हि इदानीम् अत्र एकः प्रश्नः अस्ति. अत्र मीना भगिनी वदतु, दीर्घऋकारान्तधातूनां कृते रिङ्क्षयग्लिङ्क्षु इति सूत्रं कार्यं करोति वा? दीर्घ ऋकारान्त कृते रिङ् क्षयलिङ्क्षु इति कार्यं करोति वा न वा? ऋतः अङ्गस्य ह्रस्वऋकारस्य एवं भगिनि, दीर्घऋकारस्य रिङ् क्षयलिङ्क्षु इति सूत्रस्य प्रसक्तिः नास्ति इति चिन्तयामि. किमर्थमित्युक्ते तपरकरणमस्ति तत्र, ऋतः इति अस्ति. सम्यक् वा? समीचीनं, समीचीनं, तदेव. अतः एव तत्र ऋतः इत्यत्र तपरकरणस्य किं प्रयोजनम् इति वयम् आलोचयामः चेत् तत्र तपरकरणेन दीर्घऋकाराणां ग्रहणं न भवति, केवलं ऋकारान्तेषु एव रिङ् आदेशः भवति. तर्हि दीर्घऋकारान्तानां का गतिः इति चेत् तत्र तु अस्माकं परिचितं सूत्रमस्ति, ऋत इति धातोः, तत्र ह्रस्वैकारादेशः भवति. अस्तु, तर्हि अग्रे पठतु. कुत्र भगिनि? कृ योगः श, तदनन्तरं कृ योगः श इति चकारः लोपः, तदनन्तरम् अ एव अवशिष्यते तुदादिगणे. इको यणचि इत्यनेन यन् सन्देहे प्राप्तिः प्रथमं, तं प्रपाद्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपित् इत्यनेन ङित्वत् ङित्नि च इत्यनेन गुणनिषेधः भवति, कृयोगः ऋत इत् धातोः इत्यनेन रुदन्तस्य धातोः ह्रस्व इकारादेशः इकारः आदेशः, कि योगः तदनन्तरम् उरन्ध्रपरः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति, किर् किर् भवति, किर् योगः किर योगः किर इति अङ्गं, किर योगः इति किरति इति भवति. अत्र कृ इति दीर्घ ईकारात् धातुः अस्ति तुदादिगणे, कृ योगः श भवति. प्रथमं इको यणचि इति सूत्रस्य प्रसक्तिः अस्ति, तत् प्रभात्य सार्वधातुक अर्धधातुकयो इति सूत्रं भवति. किमर्थमिति चेत् इको यणचि इति सूत्रं वर्णकार्यं, सार्वधातुक अर्धधातुकयोः इति अङ्गकार्यं, वर्णात् अङ्गं बलिः इति कारणेन सार्वधातुक अर्धधातुकः इति सूत्रमेव तत्र प्रसक्तिः अस्ति. तदनन्तरं श इति प्रत्ययः अजादि अपित् भवति, तस्मात् अपित् सार्वधातुकं ङित्वत् इति सूत्रेण ङिति ङित्वत् भवति. तदनन्तरं ज्ञति इति सूत्रेण गुणनिषेधः भवति. तदनन्तरं ऋतयुद्धातोः अपि प्रसक्तिः अस्ति तत्र इदानीं ऋकारान्त ऋकारस्य स्थाने ऋतयुद्धातोः तत्र निमित्तं नास्ति ऋतयुद्धातोः परन्तु अङ्गकार्यं ऋतयुद्धातोः इति अङ्गस्य ऋतः धातोः अङ्गस्य इति भवति तस्मात् प्रत्ययः भवति अपेक्षितं तत्र तत् प्रत्ययः अपेक्षितं चेत् सार्वधातुकः आर्धधातुकः एव प्रत्ययः सन्ति सार्वधातुकः आर्धधातुकयोः प्रत्यये परे चेत् तत्र ऋकारान्तस्य ऋतयुद्धातोः तदपि तत्रापि तपारकरणमस्ति दीर्घ ऋकारः एव ह्रस्व ऋकारः नास्ति तत्र ऋकारस्य ह्रस्व धातोः इत् भवति इत् भवति यत्र इत् इति अण् प्रत्ययस्य एकवर्णः अस्ति उरन् रपरणः इति सूत्रेण रपरः भवति अण् अत्र अण् अ इ उ एव तत्र यत्र उरन् रपरति रपरः इति सूत्रः प्रसक्तिः अस्ति तत्र कुत्र कुत्र उः इति ऋकारात् परम् अण् प्रत्याहारः एकवर्णः परे अस्ति चेत् तत्र रेपसहितं भवति तत्र तस्मात् ऋकारस् अकारस्य इदानीम् अकारः एव अस्ति श इति प्रत्ययस्य ऋतयुद्धातोः इति कि योगः अ भवति ततो तस्मात् किर् किर् भवति किर् योग अ इति किर इति अङ्गं भवति तदनन्तरं किरति किरति इति अन्तिमरूपम् समीचीनं ऋतयुद् धातोः इति सूत्रस्य कार्यं मृ इति धातोः कृते भवति वा मृ इति धातोः तत्र म्रियते इति रूपम् अस्ति किल मृ तत्र मृयोगः ययोगः भवति तत्र हलादि अपित् भवति तत्र दिवादिगणे अस्ति किल मृ अस्मिन् गणे एव ओ तुवादिगणे गणे एव मृ इति धातुः यद् पूर्वम् अस्माभिः चर्चितं मृङ् इति धातुः तत्र ऋत धातोः इत्यस्य कार्यम् अस्ति वा धातोः तत्र ऋत इति धातोः दीर्घ ऋकारान्तधातोः एव तत्र मृङ् किमर्थमिति ऋत इति धातोः इति उक्तं सूत्रे ऋतः धातोः अङ्गस्य इति भवति तत्र उः यत्र यदि ऋकारस्य अस्ति चेत् उः भवति किल तत्र उः धातोः तत्र ऋतः तत्रापि तपरकरणमस्ति ऋकार दीर्घ ऋकारः धातोः अङ्गस्य यत् भवति अत्र मृङ् इति तत्र मृ इति ह्रस्व ऋकारः एव अस्ति तत्र ऋत धातोः इति प्रसक्तिः नास्ति समीचीनम् समीचीनम् उभयत्र तपरकरणम् अस्ति अत्र पूर्वस्मिन् सूत्रे रिङ्क्षयग्लिङ्क्षु इत्यत्र ऋतः इति तपरकरणस्य प्रयोजनम् अस्ति यत् दीर्घऋकारान्तधातूनां कृते कार्यं न स्यात् इति अत्र ऋत धातोः इति सूत्रे तपरकरणस्य तपरकरणम् आवश्यकम् अस्ति वा न भविष्यति अत्र सूत्रमस्ति ऋत इत् धातोः तपरकरणं नास्ति चेत् उः इत् धातोः भविष्यति किल उः धातोः इति भवति चेत् किं तत्र का दोषः दोषः इति ह्रस्व ह्रस्व ह्रस्व अपि दीर्घः अपि सर्वभेदाः सन्ति, त्रिंशत् भेदाः सन्ति तस्य अङ्गस्य भविष्यति इति समीचीनम् इति न ज्ञायते. दीर्घकालस्य एव ग्रहणमिति न ज्ञायते. तत् तदर्थं तत्र तपरकरणं कृतं. वस्तुतः तपरकरणं तु अत्र दीर्घकारस्य कृते तपरकरणस्य आवश्यकता नास्ति. दीर्घकारः तु सवर्णान् न गृह्णाति, अतः तपरकरणस्य आवश्यकता नास्ति. तथापि तपरकरणं कृतमस्ति यतोहि अत्र ऋकारः इत्यस्य षष्ट्यन्तम् उः इति भवति. उः इति वदामः चेत् तत्र कस्य ग्रहणम् इति स्पष्टतया न ज्ञायते. तदर्थं तपरकरणं कृतम् अस्ति. अत्र प्रक्रियां पश्यामः चेत् कृयोगः श इति यथा इदानीं भगिनी प्रतिपादितवती, अत्र सार्वधातुकार्धधातुकयोः इत्यस्य कार्यं न भवति यतोहि तत्र बाधितमस्ति. सार्वधातुकमपि नीति चैतन्येन बाधितमस्ति. तर्हि इको एणचि इति भवति वा इति चेत् इको एणचि इति साधारणवर्णनिमित्तिककार्यं, तदपेक्षया तत्र ऋतधातोः इति अङ्गकार्यम् इति कृत्वा तत्र दीर्घऋकारस्य स्थाने तस्वैकारादेशः भवति. अनन्तरं ऋकारस्य स्थाने यदा अण् आदेशः भवति, अत्र अण् इति यदा वदामः, अण् इत्यनेन पूर्वेण णकारेण स्वीकार्यः. अतः अत्र अ इ उ इत्येषां ग्रहणं. तर्हि ऋकारस्य स्थाने यदा अणादेशः भवति तदानीं सः अण् तदा रपरः भवति इति कृत्वा तत्र इकारस्य अनन्तरं रेपः अपि आगच्छति. अतः दीर्घकारस्य इर् इति आदेशः किर्. इदानीं किर्योगः अ, अस्यां दशायां किर्योगः य अ इति स्थितौ. तत्र हलीच इति सूत्रस्य कार्यं भवति वा उषा भगिनी? न भगिनि, हलीच इति सूत्रस्य कार्यं प्रसक्तिः नास्ति. यतोहि अत्र विकरणप्रत्ययः अ भवति, अ इति हल् नास्ति. तुदादिगणे अ, दिवादिगणे वयं पठितवन्तः यकार ह्यन् इति प्रत्ययेन यकारः भवति. अत्र कार्यं करोति हलिच इति सूत्रम्. यदि इदं यदि अयं धातुः दिवादिगणे अभविष्यत् तर्हि रूपं किं भवति? दिवादिगणे भविष्यत् चेत् किर् योगः यकारः कीर्यति इति भवति. कीर्यति इति अभविष्यत्. यदि धातुः दिवादिगणे अभविष्यत् तर्हि कीर्यति इति रूपम् अभविष्यत्. परन्तु धातुः अस्मिन् गणे अस्ति, अत्र हलीच इत्यस्य प्रसक्तिः नास्ति यतोहि तत्र अ इति प्रत्ययः विकरणप्रत्ययः अजादिः नास्ति. अतः किरति इति रूपं लब्धम्. तर्हि इदानीं ऋत इद्धातोः इति सूत्रं पठतु. ऋत इद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति किति ङिति प्रत्यये परे. कित् ङित् भिन्नप्रत्ययः परे चेत् गुणे सति इकार आदेशस्य प्रसक्तिः न भवति. अलोन्त्यस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यापि ग्रहणम् ऋदन्तस्य इत्यस्यापि ग्रहणम्. ऋतः षष्ट्यन्तम्, इत् प्रथमान्तं, धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् इति भवति. ऋतः धातोः अङ्गस्य इत् इति अनुवृत्तिसहितसूत्रे ऋतः धातोः ऋतः इति धातोः इत्यस्य कृते विशेषणविशेष्य सम्बन्धं भवति. धातोः इति विशेष्यं, ऋतः इति विशेषणं भवति. तत्कारणेन येन विधिस्तदन्तस्य इत्यस्य सूत्रेण साहाय्येन ऋतः इत्यनेन ऋतः इत्यनेन ऋकारस्य इति न ग्रहणं ऋदन्तस्य ऋदन्तस्य यः कोऽपि ऋदन्तम् अस्ति चेत् तत् धातोः कृते इति ग्रहणं देन् ऋतयि धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति इति सूत्रं वदति. अत्र फलितार्थः अतः कितिङिति प्रत्यये परे इति, यतोहि पित् भवति चेत् गुणः प्रसक्तिः भवति, तत्कारणेन कितिङिति इति फलितार्थः भवति. अलोन्तस्य इत्यस्य साहाय्येन अलोन्तस्य परिभाषासूत्रेण पूर्णतया धातोः स्थाने भवति आदेशः अत्र इत् भवति. अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ऋकारस्य स्थाने एव ह्रस्व इकार आदेशः भवति इति सूत्रं वदति अलोन्तस्य. सम्यक्, समीचीनतया प्रतिपादितवती. तर्हि अत्र सूत्रम् अस्माकं परिचितं, पूर्वस्मिन् गणे अपि अस्माभिः दृष्टमेव. तर्हि ऋत इद् धातोः इति सूत्रं दीर्घऋकारान्तधातोः अङ्गस्य ह्रस्व इकारादेशः भवति इति उक्तं. तर्हि तत्र प्राप्तिः इतिनिति प्रत्यये परे एव भवति इति अपि अस्माभिः चर्चितमासीत् गत पूर्वस्मिन् गणे. तत्र यथा तत्र वादिगणे तृ इति धातुः अस्ति, तत्र तृ इति धातोः कृते अस्य सूत्रस्य कार्यं भवति वा? अत्र पमेला भगिनी, भुवादिगणीयधातुः. आं भगिनि, कस्य सूत्रस्य प्रसक्ति पृच्छन्ती अस्ति भगिनि? क्षम्यतां, ऋत इत् धातु. तत्र ऋत इत् तत्र तु किति निति इति न उक्तं, भुवादिगणे तु गुणस्य प्रसक्ति अस्ति, किन्तु अत्र तु उष इति गुणस्य भुवादिगणे तु तृ इति भुवादिगणीयधातु अथवा तुदादीयगणीयधातु भगिनि? तुदादीयगणीयधातु, किन्तु भुवादिगणीयधातुः. ओ, भुवादि एव चेत् तत्र सार्वधातुक आर्धधातुकयोः इत्यस्य एव प्रसक्ति खलु? तत्र ऋकारस्य गुण भूत्वा अर् इति आदेशः भवति खलु, तरति इति रूपं भवति अत्र. सत्यं, तरति इति रूपम् अस्ति, परन्तु ऋतय धातोः इत्यस्य प्रसक्तिः अस्ति वा तत्र? ऋतय धातो इत्यस्य प्रसक्ति बलबलचिन्तनम् आनयोः. आं भगिनि, तत्र ऋत इत् धातो इत्यस्य अपि प्रसक्ति प्राय अस्ति, अत्र अपि अस्ति, किन्तु अहं सार्वधातुक अर्धधातुकयोः इत्यस्य संख्या प्राय अत्र परं कार्यम् इति अहं मन्ये, अथवा यदि ऋत धातो इत्यस्य प्रसङ्गः तु तुदादीयगणे अस्ति, सार्वधातुकयोः तत्र सर्वत्र बहुत्र लभ्यते. तर्हि बलाबल, ओके, ऋत धातो सार्वधातुकयोः, अत्र तु इगन्ताङ्गस्य गुण तत्र निमित्तं नास्ति. अत्र किं भगिनि, अत्र तत्र सार्वधातुक आर्धधातुकयोः इत्यस्य निमित्तानि इकः सार्वधातुक आर्धधातुक प्रत्यये परे, अत्र रुखान्त अङ्गस्य ओ अत्र अन्तरङ्ग इति चिन्तनम् आगच्छति वा ओ न न तादृश अस्ति चेत् ऋत धातु इत्यस्य कार्यं भवेत् किन्तु तत्र सार्वधातुक अर्धधातुके इत्यस्य एव कार्यं तर्हि समीचीनं भगिनि अन्तरङ्गम् इत्यस्य चिन्तनम् आगच्छति वा इति भवत्या प्रश्नः कृतः तर्हि तत्र तस्य उत्तरं किम् अन्तरङ्गस्य इति विषये वयं जानीमः यत्र निमित्तानि अन्तर्भूतानि तस्य एव प्रसक्तिः भवति यस्य निमित्तानि न्यूनानि सन्ति तस्य प्रसक्ति तस्य एव प्राप्तिः इति वयं दृष्टवन्तः अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन किं सार्वधातुक अथवा अर्धधातुकप्रत्यय परे इगन्तस्य गुणः किन्तु अत्र रुदन्तस्य धातोः इत्यस्य इकारादेशः अस्ति किन्तु निमित्तं तु किमपि नास्ति खलु इति कृत्वा ऋत धातोः एव अन्तरङ्गसूत्रं भवेत् तस्य प्राप्तिः भवेत् अस्य सूत्रस्य निमित्तानि परनिमित्तानि परनिमित्तं किमपि नास्ति वा ओ तत्र ऋत इत् धातो इति उक्तत्वात् रुदन्तस्य धातो अङ्गस्य ह्रस्व इकारादेशो भवति अङ्गसंज्ञा प्राय भवेत् तत्रापि अङ्गसंज्ञा अस्ति खलु सो ओ अत्र किति नीति प्रत्ययपरे अत्र उक्तं किन्तु सूत्रे तु न उक्तं भगिनि तर्हि अन्तरङ्गम् अस्ति वा नास्ति वा अन्तरङ्गम् अस्ति भगिनि ऋत धातो अन्तरङ्गम् अस्ति अस्तु तर्हि तत्र वंशी भगिनी किं चिन्तयति क्षन्तव्यं भगिनी अहं न श्रुतवती दूरवाण्यां न श्रुतवती अस्तु क्षम्यता शुभदा भगिनी किं चिन्तयति अन्तरङ्गम् अस्ति वा नास्ति वा अन्तरङ्गकार्यं तु अस्ति भगिनि तर्हि अन्तरङ्गम् इति वदति चेत् अस्तु अन्तरङ्गम् इति स्वीकुर्मः यतोहि किमर्थम् अन्तरङ्गम् इति उक्तं भवत्या क्षमां याचे तत् तस्य निमित्तानि न्यूनानि सन्ति इति कृत्वा कस्य अपेक्षया सार्वधातुक अर्धधातुकयोः इत्यस्य अपेक्षया कथं प्रतिपादयतु मम अभ्यासः नास्ति भगिनी सम्यक् इत्यस्य विषये अस्तु अस्तु नास्ति क्षम्यतां तर्हि तत्र इदानीं तत्र कः तत्र अरविन्द महोदय वक्तुमिच्छति वा भुवादिगणीयधातु इति स्वीकृत्य न अत्र पमेला भगिनी मम प्रश्नः आसीत् सार्वधातुक अर्धधातुकयोः ऋतधातोः अनयोः फलावलचिन्तनं किम् इति मम प्रश्नः आसीत् तस्मिन् सन्दर्भे भगिनी पमेला भगिनी उक्तवती अत्र ऋत धातोः इति प्रायः अन्तरङ्गसूत्रम् इति उक्तवती क्षमां याचे महोदय तत्र अहं सूत्रसङ्ख्या न दृष्टवती प्राय तत् रुदरयित्तातो परसूत्रेण कार्यं स्यात् किन्तु तत् न भवति एव प्राय अन्तरङ्गस्य चिन्तनम् एव न करणीयं तत्र किमर्थं न करणीयं न भगिनि अहं यदि प्रथमं तु यदि परं कार्यम् इति चिन्तयामः तर्हि तत्र ऋत धातोस्य अधिकम् अस्ति खलु तस्य सूत्रं सङ्ख्या न परन्तु यदि अन्तरङ्गम् इति वदति चेत् अन्तरङ्गं परसूत्रस्य अपेक्षया बलवत् खलु आमामां तर्हि तत्र परसूत्रं भवतु तथापि अन्तरङ्गसूत्रं परसूत्रस्य अपेक्षया बलवत् इति कृत्वा ऋत धातोः इति अन्तरङ्गं सूत्रं यदि अभविष्यत् तर्हि भुवादिगणे ऋत धातोः इत्यस्य एव कार्यं स्यात् खलु आं भगिनि तत् न भवति अहं न इति तत्र तरति इति रूपम् अस्ति इति वयं जानीमः, अतः ऋत धातोः इति सूत्रं तत्र कार्यं न करोति इति जानीमः. ऋतैर्धातोः इति सूत्रम् अन्तरङ्गसूत्रं भवितुं न अर्हति इति अपि वयं ज्ञातुं शक्नुमः, यतोहि तरति इति रूपम् अस्ति खलु. आं भगिनि, किन्तु तर्हि तस्मात् वयं ऊहां कर्तुं शक्नुमः कि ऋतैर्धातो केवलं किति नीति इति एव परे तस्य कार्यं स्यात् न तु इति. कथं निर्णयः? तदेव स एव मूलबीजः. कथं निर्णयः कितिनिति प्रत्यये परे एव इति. प्रथमतया भवत्याः प्रश्नस्य उत्तरम् अन्तरङ्गसूत्रं नास्ति इति उक्तं. किमर्थं नास्ति? अत्र निमित्तस्य विषये चर्चितं खलु, अत्र ऋतधातोः इत्यस्य न्यूनानि निमित्तानि सन्ति इति. अत्र पश्यतु, वस्तुतः अत्र किं भवति किं वक्तुमिच्छति इति चेत् अपरनिमित्तिकम् अन्तरङ्गम् इति वक्तुमिच्छति खलु, इत्युक्ते तत्र परनिमित्तं किमपि नास्ति इति उक्तम्. वस्तुतः यद्यपि परनिमित्तं सूत्रे न उक्तं, परन्तु सूत्रे किम् उक्तम्? इदं सूत्रम् अङ्गस्य इति अधिकारे अस्ति खलु. आं भगिनि, तर्हि अङ्गस्य इति अधिकारे अस्ति चेत् परः कोऽपि प्रत्ययः भवेत् खलु, नो चेत् अङ्गसंज्ञा कथं भवति? इदानीं कृ इति धातुः अस्ति, तस्य अङ्गसंज्ञा भवेत् चेत् तत्र प्रत्ययः भवेत् खलु, कश्चन प्रत्ययः भवेत् खलु. प्रत्ययः कीदृशः इति न उक्तं सूत्रे, परन्तु प्रत्ययः अपेक्षितः एव. अतः अपरनिमित्तिकम् अन्तरङ्गम् इति किमपि वक्तुं न शक्यते अत्र. अपि च तत्र निमित्तानि न्यूनानि अधिकानि इति तत्र सार्वत्रिकं नास्ति तादृशमतम्. यस्य निमित्तानि अधिकानि तद् बहिरङ्गं, यस्य न्यूनानि अन्तरङ्गम् इति तत् सार्वत्रिकं नास्ति तादृशमतम्. अत्र तु अपरनिमित्तिकम् अन्तरङ्गम् इति वक्तुं न शक्यते, यतोहि परनिमित्तम् अपेक्षितम् अस्ति, यतोहि अङ्गसंज्ञा न भवति. निमित्तं प्रत्ययः परः नास्ति चेत् अङ्गसंज्ञा न भवति इति कृत्वा कश्चन प्रत्ययः अपेक्षितः. इत्युक्ते साक्षात् प्राकृतिककार्यं नास्ति. यदि साक्षात् धातुः अस्ति, कृ इति धातुः अस्ति चेत् साक्षात् तत्र ऋत धातोः इत्यस्य कार्यं न भवति. तत्र दीर्घऋकारान्तधातुः अस्ति, तस्मात् कश्चन प्रत्ययः यदा भवति तदानीमेव अस्य सूत्रस्य कार्यं भवति. यदि प्रत्ययः परः नास्ति तदानीम् अस्य सूत्रस्य कार्यं न भवति. अतः परनिमित्तम् अपेक्षितम् एव, अतः अन्तरङ्गं किमपि नास्ति. ओके भगिनि, तर्हि सार्वधातुक आर्धधातुकयोनौ क्षम्यतां वदतु. तर्हि अहं चिन्तयामि ऋत धातु इत्यस्यपि प्रसक्तिः अस्ति, सार्वधातुक आर्धधातुकयोः इत्यस्यपि प्रसक्तिः अस्ति. अन्यत्र अन्यत्र लब्धावकाशः अस्ति, वयं जानीमः सार्वधातुके अत्रापि कार्यं भवति. ऋत इद्धातौ वयं तुदादिगणे पठन्तः स्मः, तर्हि विपरीतशेदे परं कार्यम् इत्यनेन सार्वधातुक आर्धधातुकयोः इत्यस्य एव कार्यं भवेत्, यतोहि तस्य सूत्रसङ्ख्या अधिकम् अस्ति. सत्यं सत्यम् इति अस्ति, इति अस्ति. इत्युक्ते तुदादिगणे अस्य सूत्रस्य प्राप्तिः अस्ति इति किमर्थं वदामः? ऋतैर्धातोः इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति इति कथं वदामः इति चेत्, तुदादिगणे साक्षात् ऋतैर्धातोः इत्यस्य एव प्राप्तिः, यतोहि तत्र सार्वधातुकमपि तेन सार्वधातुकार्धधातुकयोः सार्वधातुकमपि तपिच्छत्मिति च इति द्वाभ्यां सूत्राभ्यां तत्र सार्वधातुकार्धधातुकयोः इति सूत्रं बाधितम् अस्ति, अतः तस्य प्राप्तिः एव नास्ति. तर्हि ऋतादिगणे साक्षात् ऋतैर्धातोः इत्यस्य प्राप्तिः अस्ति, अतः तस्य अन्यत्र लब्धावकाशः अस्ति. इदानीं तृ इति धातोः प्रसङ्गे द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा अत्र विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य एव कार्यं भवति. सर्वधातुकार्धधातुकयोः इति सूत्रं ऋतयधातोः इत्यस्य अपेक्षया परसूत्रम् इति कृत्वा सरधातुकार्धधातुकयोः इत्यस्य एव कार्यं भवति, अतः तरति इति रूपं लभ्यते. धन्यवादः भगिनी, क्षम्यामि, याचे, भ्रमः जायते. न न नास्ति चिन्ता, सम्यक् सम्यक् आसीत्. अस्तु, तत्र ऋतः धातोः अङ्गस्य इत् स्यात् इति सूत्रं स्पष्टम् इति मन्ये. तर्हि कथं जानीमः कित्नित् भिन्नप्रत्ययः इति चेत्, यत्र यत्र पित् प्रत्ययः अस्ति सर्वत्र परत्वात् सरधातुकार्धधातुकयोः इत्यस्य प्राप्तिः भविष्यति. तर्हि यत्र अपित् प्रत्ययः इत्युक्ते पित् भिन्नप्रत्ययः यत्र अस्ति तत्रैव ऋतधातोः इत्यस्य प्राप्तिः इति कृत्वा कितिमिति प्रत्यये परे इति परितार्थः इति वक्तुं शक्नुमः. कोऽपि प्रश्नः? तर्हि भगिनी, तस्य अन्तरङ्गत्वस्य किमपि अत्र सम्बन्धः नास्ति इति वक्तुं शक्यते वा? अन्तरङ्गस्य इत्यस्य अत्र कार्यं किमपि नास्ति, सत्यं. यतोहि अन्तरङ्गं नास्ति अत्र. अन्तरङ्गस्य विषये परिशीलयामः चेत्, ऋतयधातोः इति सूत्रम् अन्तरङ्गं वा इति परिशीलयामः चेत् अन्तरङ्गं नास्ति. यतोहि अपरनैमित्तिकम् अन्तरङ्गम् इति एकः प्रभेदः अस्ति, तस्मिन् अस्य सूत्रस्य गणना न शक्यते. यतोहि इदं सूत्रम् अपरनिमित्तिकं नास्ति, इत्युक्ते परनिमित्तं नास्ति इति नास्ति अस्य सूत्रस्य. ऋतैर्धातोः इति सूत्रं पश्यामः चेत्, यद्यपि सूत्रं वयं पश्यामः, तत्र सार्वधातुके परे अथवा अर्धधातुके परे इति किमपि न उक्तं, तथापि अत्र अङ्गस्य इति अधिकारे अस्ति. अतः ऋतधातोः यावत्पर्यन्तम् अङ्गसंज्ञा न भवति, इत्युक्ते यावत्पर्यन्तं प्रत्ययः परः नास्ति तावत्पर्यन्तं सूत्रस्य कार्यं न भवति. अत्र प्रत्ययः कीदृशप्रत्ययः भवितुम् अर्हति अत्र, कोऽपि वदतु? स्वाभुधातुकम् अपि च आर्धधातुकं केवलं प्रत्ययः सन्ति किल, सुप्रत्ययः भवितुम् अर्हति वा? धातोः सुप्रत्ययः नास्ति तत्र. धातोः अपि अधिकारः अस्ति वा अत्र? धातोः इत्यस्मिन् अधिकारे ये ये प्रत्ययाः उक्ताः ते एव, ते प्रत्ययाः तु सार्वधातुकप्रत्ययाः, अर्धधातुकप्रत्ययाः एव. अतः अत्र ऋतः धातोः इति उक्तत्वात् धातुसंज्ञा अपेक्षितः, अतः धातुसंज्ञा अपेक्षितः चेत् तत्र प्रत्ययः सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः. अतः अङ्गस्य इति अधिकारे अस्ति इति कृत्वा प्रत्ययः कश्चन प्रत्ययः, कीदृशप्रत्ययः इति चेत् सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः. कथं ज्ञातम् इति चेत्, ऋतः धातोः इति उक्तत्वात् तत्र धातुसंज्ञा अपेक्षितः चेत् धातुतः विधीयमानः प्रत्ययः द्विविधः, सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः. अतः अत्र द्वयोर्मध्ये एकः भवेत्. अस्तु, इदानीम् अग्रे गच्छेमः. विनय महोदय अग्रे पठति वा अलोन्त्यस्य? अलन्तस्य अलन्तस्य षष्ठीभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अलवर्णस्य स्थाने भवति. अलः षष्ठ्यन्तम् अन्त्यस्य षष्ठ्यन्तं द्विपदं सूत्रं षष्ठीस्थाने योग, तस्मात् षष्ठीस्थाने इति अनयोः अनुवृत्तिः. अनुवृत्तिसहसूत्र षष्ठ्या अन्त्यस्य अलः स्थाने परिभाषासूत्रम्. अतः षष्ठी षष्ठ्यास्थाने षष्ठीस्थाने योगः अर्थात् अन्तवर्ण अन्तवर्ण अन्तवर्ण स्थाने आदेशः भवति. अत्र उदाहरणार्थ न स्मरामि, परन्तु यत्र यत्र अन्त अल् अस्ति तस्य स्थाने एव आदेशः भवति. उदाहरणम् अत्र उपरि एव अस्ति खलु, ऋतधातोः इति उदाहरणं. अत्र प्रतिपादयतु ऋतुधातुः इत्यत्र ऋतुधातु न अत्र ऋतुधातुः आधारेण वयं जानीमः ऋत् आदेशः अस्ति एकारः हरस्व एकारः आदेशः अस्ति न इदानीं हरस्व एकारस्थाने आदेशः अस्ति परन्तु आदेशः कुत्र अस्ति प्रश्नः उदेति आदेशः अस्ति अन्तस्थाने यदि धातुः वयं जानीमः धातु अस्ति कः धातु अस्ति यदा क्रे धातु या ग्रे इत्यादि अत्र क्रीधातु वा ग्रीधातु अत्र कोऽपि अन्य इत्संज्ञक आधारः नास्ति अतः यथा नित्संज्ञक आधारः नास्ति तर्हि अन्तस्य स्थाने अन्तस्थाने अपि आदेशः अस्ति सम्पूर्णस्थाने नास्ति अन्तस्थाने एव आदेशः अस्ति आदेशः अस्ति अतः ई स्थाने आदेशः अस्ति परन्तु अग्रे अन्यविषयः उरण्ड्रपर अन्यविषयः स्पष्टतया समीचीनं समीचीनम् इदानीं विजया भगिनी वदतु अलोन्त्यस्य इति सूत्रं नास्ति चेत् ऋतधातोः इत्यत्र आदेशः कुत्र भवति नमस्कारः महोदय नमस्ते भगिनि अलोन्तस्य इति अल् अन्तिमवर्णस्य एव अत्र आदेशः भवति इदानीं ऋत इत् धातोः तत्र अन्तिमवर्णस्य एव अत्र ईकारः भवति खलु महोदय अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने भवति इति तु सत्यं परन्तु अलोन्त्यस्य इति सूत्रमेव नास्ति इति चिन्तयतु तर्हि कुत्र भवति आदेशः अन्तिमवर्णस्य एव न अहं वदामि परिभाषासूत्रमेव नास्ति इति वदामि इदानीं यदि नास्ति इति चिन्तयतु ऋत इत् धातोः विषये एव अत्र चर्चा भवति खलु महोदय सत्यम् अनन्तरम् अलोन्त्य ऋत इत् धातोः विषये तत्र अलोन्त्यस्य इति सूत्रेण अन्तादेशः इति उक्तं तत् सर्वं समीचीनं परन्तु अहं पृच्छामि यदि अलोन्त्यस्य इति सूत्रमेव नास्ति पाणिनीय अष्टाध्याय्याम् अलोन्त्यस्य इति सूत्रं नास्ति इति चिन्तयतु तर्हि आदेशः कुत्र भवेत् आदेशः साधारणतया ऋत इत् धातोः दीर्घरिकारान्तः अस्ति चेत् अन्तिमवर्णस्य एव अत्र इकारः आदेशः भवति इकारः नास्ति आदेशः अत्र एवं चेत् अलोन्त्यस्य इति सूत्रस्य का आवश्यकता साधारणतया अन्तिमस्य एव स्थाने आदेशः भवति चेत् किमर्थं पाणिनिना अलोन्त्यस्य इति सूत्रं स्थापितम् अनावश्यकं खलु यथा भवती प्रतिपादयति अत्र व्यर्थं अत्र प्राणिना एवमेव व्यर्थरूपेण अलोन्त्यस्य इति सूत्रं स्थापितम् इति भाति खलु साधारणतया अन्तादेशः भवति चेत् आं महोदय तर्हि तत्र किम् उमा भगिनी वदतु अलोन्त्यस्य सूत्रं नास्ति चेत् पूर्णधातुः ह्रस्व भवितुं शक्यते इति अस्ति इत्युक्ते पश्यतु ऋतः धातोः इति षष्ट्यन्तं पदं किम् अस्ति धातोः इति पदं षष्ट्यन्तं पदं दीर्घकारान् अत्र येन विधि सदन् तस्य इत्यनेन अस्माभिः किम् उक्तं केवलं दीर्घकारः इति धातुः भवितुमर्हति नो चेत् तादृशधातुः यस्य अन्ते दीर्घकारः अस्ति द्वयोः ग्रहणम् इति उक्तं अतः इदानीम् अस्माकं धातुः केवलं दीर्घऋकारान्तधातुः ऋ इति धातुः अस्ति चेत् अपि अस्य सूत्रस्य कार्यम्, अथवा गृ इति धातुः इति तादृशधातुः यस्य अन्ते दीर्घऋकारः तस्य कृते अपि अस्य सूत्रस्य कार्यम्। तर्हि इदानीं धातुः एव षष्ट्यन्तं पदम्, तर्हि दीर्घऋकारः इति धातुः नो चेत् गृ इति धातुः अत्र धातुः एव स्थानी अस्ति, तर्हि अलोन्त्यस्य इति सूत्रं नास्ति चेत् सम्पूर्णस्थान स्थानिनः स्थाने आदेशः भवति। तर्हि गृ इति अस्ति चेत् सम्पूर्णस्य स्थाने ह्रस्वैकारादेशः भविष्यति, तन्नैष्यते इति कृत्वा अलोन्त्यस्य इति सूत्रेण अत्र षष्टिविभक्तिद्वारा यस्य पदस्य निर्देशः अस्ति सूत्रे, सूत्रे षष्ट्यन्तं पदं यदस्ति तदेव स्थानी अस्ति, तर्हि तस्य सम्पूर्णस्य स्थाने आदेशः भविष्यति यदि अलोन्त्यस्य इति सूत्रं नास्ति। परन्तु अलोन्त्यस्य सूत्रेण किम् उच्यते इति चेत् सम्पूर्णस्य स्थाने आदेशः नास्ति, स्थानिनः सम्पूर्णस्य स्थाने आदेशः नास्ति, परन्तु अन्तिम अल्वर्णस्य स्थाने एव आदेशः इति कृत्वा गृ इति धातोः सम्पूर्णस्य स्थाने आदेशः नास्ति, अथवा ऋ इति धातोः सम्पूर्णस्य स्थाने आदेशः नास्ति, अन्तिमवर्णस्य स्थाने आदेश ऋ इत्यत्र तु क्लेशः नास्ति, एकः एव वर्णः अतः प्रथमस्य वा अन्तिमस्य चर्चा एव नास्ति, परन्तु यथा गृ इति धातुः अस्ति तत्र एव क्लेशः, सम्पूर्णस्य धातोः स्थाने वा इति चेत् न, केवलम् अन्तिमवर्णस्य स्थाने आदेशः। अतः गृ इत्यत्र गकार उत्तरवर्ति दीर्घऋकारस्य स्थाने एव आदेशः, अतः अलोन्त्यस्य इति सूत्रं नास्ति चेत् सम्पूर्ण षष्ट्यन्तपदस्य स्थाने आदेशः भविष्यति, तन्न इष्यते। अवगतं वा विजया भगिनी? आम् आम् आं महोदय। अनन्तरं महोदय, अत्र गिर् इति शब्दम् अत्र सुप्रत्ययं भवति वा इति तत्र प्रश्नः आसीत्, परन्तु अत्र गृ इति धातुः एव इति तत्र उक्तं, परन्तु गिर् इति गिर् इति शब्दस्य गीः इति पदं निष्पद्यते, तत्रापि ऋतय् धातुः इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्र प्रश्नः भवति किमर्थं तत्र ऋतय् धातोः इत्यस्य प्रसक्तिः तत्र तु किं तत्र क्विप् प्रत्ययं योजयामः, तत्र गृ इति धातुतः क्विप् प्रत्ययं योजयामः चेत् इदानीं तत्र किं तत्र ऋतय् धातोः इत्यनेन तत्र ह्रस्वैकारादेशः भवति, अतः गिर् इति तत्र प्रातिपदिकं लब्धं, गिर् इति प्रातिपदिकं लब्धं आम्, तत्र क्विबन्त क्विप्रत्ययस्य योजनेन तत्र धातुसंज्ञा अपि तिष्ठति इति तत्र विशेषः अस्ति, अतः गीः इति शब्दस्य विषये अपि ऋतय् धातोः इत्यस्य प्रसङ्गः अस्ति, परन्तु तत्र धातुसंज्ञा तु अस्ति, तदर्थमेव अस्य सूत्रस्य कार्यम्। अतः सुबन्तप्रक्रियायामपि कुत्रचित् ऋतय् धातोः इत्यस्य कार्यं भविष्यति, परन्तु तत्र विशेषतया धातुसंज्ञा अस्ति चेदेव भवति। अस्तु महोदय, अस्तु इदानीं येन विधिस्तदं तस्य इति सूत्रं पूर्वमेव गतवर्गे अपि अस्माभिः पठितमासीत्, पूर्वस्मिन् सूत्रे अपि उक्तमासीत्, अतः पुनः न पठामः, एतत् सूत्रं वारं वारम् अस्माभिः चर्चितं। तर्हि अग्रे उरण् रपरः इति सूत्रं तत्र उमा भगिनी पठतु। उरण् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् तदा सः अण् सदा रपरः भवति। ऋकारे नो ऐ डिन् अण्डर्स्टाण्ड् ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति। ओके, ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम्। रः परो यस्य सः रपरः, उः षष्ट्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम्। स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उः स्थाने अण् प्रपरः ओके अत्र ऋकारस्य स्थाने अण् आदेशः भवति चेत् तत्र रपरः अपि आगच्छति रेफः अपि आगच्छति ऋकारेण ओके दट्स् आल् उः स्थाने अण् रपरः सो द स्थान ऊ स्थाने अण् अस्ति चेत् रप् रेफः आगच्छति ऊ स्थाने इति सूत्रार्थः तु स्पष्टम् अस्माभिः ज्ञायते एव अत्र अण् इत्यनेन अ इ उ इत्येषां ग्रहणम् अत्र रपरः इति पदस्य विषये किञ्चित् वदतु रपरः इति पदस्य विग्रहवाक्यं किम् रः परो यस्य सः दट् इस् कीदृशसमासः बहुव्रीहि तर्हि रपरः इति कस्य विशेषणं रपरः अन्नस्य अन्न इत्यस्य आदेशस्य विशेषणम् उत्तमं रपरः अण् अण् अण् कीदृशः रपरः भवति रपरः अण् तर्हि वयम् अवगन्तुं शक्नुमः अण् एव अण् रपरः भवति इत्युक्ते रेपः परः भवति यस्य यस्य अण्वर्णस्य रेपः परः भवति सः अण् रपरः भवति रपरः इति विशेषणमस्ति इत्युक्ते एतादृशप्रयोगः सर्वत्र लोके अपि दृश्यते शास्त्रेषु वयं पठामः चेत् गुणः परः गुणपरः इति उच्यते अथवा यत्किमपि तत्र गुणपरः इति तादृशम् उच्यते तर्हि गुणपरः इत्यस्य कः अर्थः इति चेत् तत्र कस्य अन्यस्य विशेष्यस्य विषये वदन् अस्ति यत् सः तद्विशेष्यं गुणः परः भवति यस्य विशेष्यस्य गुणः परः भवति सः तद्विशेष्यं गुणपरः यथा रपरः तथा गुणपरः अतः परः इति शब्दस्य प्रयोगसमासे बहुव्रीहिसमासे बहुधा दृश्यते शास्त्रेषु तर्हि अत्र रपरः इत्युक्ते अण् इति अर्थः अण् इत्यस्य विशेषणम् अत्र अण् कीदृशः इति चेत् तादृश अण्वर्णः यस्य अनन्तरं यस्य परः रेपः वर्तते इति वयम् अवगन्तुं शक्नुमः तर्हि इदानीम् उरण् इत्यत्र उः अण् सन्धिं कृत्वा उरण् इति भवति तर्हि उः इत्यत्र ऋकारस्य ग्रहणं ऋकारस्य ये ये प्रभेदाः सन्ति तेषां सर्वेषां ग्रहणम् अत्र ऋकारः अपि च लु इत्यस्यापि ग्रहणं लु इत्यत्रापि ऋकारसदृशः अंशः वर्तते इति कृत्वा लु इत्यस्यापि ग्रहणम् इति कृत्वा एव अत्र त्रिंशत् प्रकारकः ऋकारः इति अत्र उक्तमस्ति अस्तु तर्हि इदानीम् अग्रे गच्छामः अत्र अरविन्द महोदय पठतु भगिनी किञ्चित् क्लेशः अत्र अण् इति पदनेन उक्तवती खलु अत्र सर्वदा अण् इति पदनेन पूर्वस्य एव पूर्वनकारस्य एव ग्रहणम् इति खलु भगिनि अत्रापि तथा एव अण् इत्यत्र सर्वदा तत्र अण् इति वदामः चेत् पूर्वनकारेण एव ग्रहणं परन्तु तत्र अणुवित् सवर्णस्य चाप्रत्ययः इति सूत्रे तु परेण नकारेण स्वीकार्यः तथा एव इण् इत्यस्य सर्वदा परनकारः एव ग्राह्यं सर्वदा अस्तु ऋकारस्य स्थाने यदा अण् प्रत्याहारस्य कश्चन सदस्यः इत्युक्ते अकार इकार उकार वा आयाति तदा तस्मात् रेफः आयाति अतः अण् रपरः भवति अर् इर् उर् वा इति अत्र दीर्घऋकारस्य स्थाने इ आगतः अतः रपरः भवति इति कृत्वा इर् भवति कि योगः कि कृ दीर्घकृकृ तस्य ऋकारस्य तत् धातोः इति कारणेन ह्रस्वऋकारस्य आदेशः भवति यदा ह्रस्व इकारस्य आदेशः भवति रपर सर्वदा भवति कृत्वा इर् एव आदेशः भवति इति कृत्वा किर् इति आदेशं भूत्वा अङ्गं भवति किर् किर् योगः आयोगः इति खिरति इति तदनन्तरं दीर्घ दीर्घकृ धातु अपि तदा दीर्घकृ योगः आ तत्र दीर्घऋकारस्य स्थाने धातोः इति ह्रस्व इकारस्य तत्र उरण्डपर भूत्वा इर् आदेशः भवति गिर् इति तत्र अनन्तरम् आ इति विकरणप्रत्ययस्य धनपद्धलोपानन्तरं गिर इति अङ्गं गिर योगः अस्ति गिरति इति अन्तिमरूपम् अत्र तु केवलम् उरण्ड्रपरः इत्यस्य कार्यं कथं भवति इत्येव प्रतिपादितं तर्हि ऋत धातोः इत्यत्र इत्यनेन इत् ह्रस्व इकारस्य आदेशः भवति ह्रस्व इकारः तु अण्वर्णः इति कृत्वा तत्र उरण्ड्रपरः इत्यस्य अपि कार्यं भवति इति अत्र ज्ञातमस्ति कोऽपि प्रश्नः अस्ति वा अत्र यत्र यत्र अहं पठितवन्तः घ्रीधातुसम्बन्धे घ्रीसम्बन्धे क सम्बन्धे नास्ति परन्तु घ्रीसम्बन्धे न केवलं गिरति निष्पन्नः अपि च गिलति अपि च निष्पन्नः ल सो यदि यदि अहं चिन्तयामि ल स्था ल किमर्थम् आयाति ल केवलम् आयाति यदि र प्रत्याहार अस्ति र अन्तर्भूता र हलन्त अपि च ल हलन्त न केवलम् एक अन्य सूत्र अपि अस्ति सूत्र अस्ति एकक्षण अचि विभाषः तत्र एव रेफाविकल्पं लत्व भवति परन्तु मम प्रश्नः अस्ति यदि गिलतै निष्पन्नः मन्ये सर्व यु नो धातुसम्बन्धे पुस्तकः तर्हि गिलति कथं न भवति गिलति इति रूपं कथं लब्धम् इति वा गिलति तु अहम् एकक्षणं इत्युक्ते अष्टाध्यायी डाट् काम् मध्ये दत्तमस्ति गिलति इति अपि रूपमस्ति अचि विभाषा इति एकं सूत्रमस्ति तद् दृष्ट्वा अनन्तरं वदामि महोदय इदानीं न अग्रेभाषा इत्यस्य अनन्तरं वदामि पुस्तकसम्बन्धे अपि माधवी धातुवृत्तिः अजादौ प्रत्यये परे ग्रो रेपस्य विभाषा लकारादेशः भवति इति उक्तम् सूत्राधारेण लकारादेशः अपि भवति इति भाति निगिलति निगिरति इति रूपाणि सन्ति तत्र तस्मिन् विषये अग्रिमसप्ताहे किञ्चित् वदिष्यामि तर्हि इदानीम् अग्रे वंशी भगिनी पठितुमिच्छति वा महोदय अत्र इदानीं तत्र अन् इति अस्ति चेत् अत्र पूर्वं नकार कार्यं करोति वा इति तत्र प्रश्नः उदेति खलु अत्र मया न अवगतं सम्यक्तया महोदय न न अण् इति वदामः चेत् यतोहि तत्र पश्यति चेत् लण् इत्यत्र अपि नकारः अस्ति खलु माहेश्वरसूत्रेषु आम् ऐ उण् तत्र ऐ उण् इत्यत्र नकारः अस्ति एवमेव लण् इत्यत्र हयवरट् लण् इत्यत्र अपि नकारः अस्ति नकारः अण् इति वदामः चेत् परेण नकारेण ग्राह्यः वा नो चेत् पूर्वेण नकारेण ग्राह्यः वा इति प्रश्नः तर्हि सामान्यतया तत्र पूर्वेण नकारेण एव ग्राह्यः भवति परन्तु तत्र अनुदित् सवर्णस्य चाप्रत्ययः इति एकं सूत्रमस्ति, तत्र तु अण् इति वदामः चेत् परेण नकारेण ग्राह्यः भवति तत्र. परेण इत्युक्ते अत्र लण् हयवर लण् पर्यन्तं स्वीकार्यं. बहु धन्यवादः. अस्तु, पठामि. गृ धातु अपि तथा गृयोगः तदभवत् अग्रे. जृ धातु तत्र ऋत इति धातोः इत्यनेन तत्र ऋकारस्य स्थाने इकारः आदेशः भवति, जि इति भवति. यदा ऋकारस्य स्थाने ई आदेशः भवति, अन् वर्णः अस्ति, अन् तु सर्वदा रबरः भवति, अतः तेन कारणेन उरन् रबरः इति सूत्रेण जिर् इति भवति. यदा जिर् भवति तत्र रेफान्तधातुः अस्ति, रोः उपधायाः दीर्घः भवति हलि परे इति सूत्रार्थः अस्ति, अतः हलि च इति सूत्रेण तत्र रेफान्तधातुः अस्ति. अतः अत्र जृ इति धातु दिवादिगणीयः धातुः अस्ति, षन् इति प्रत्ययः अस्ति, य इति अवशिष्यते, अतः परे प्रत्ययः यकारः अस्ति, हल् वर्णः अस्ति, तेन कारणेन तत्र उपधायाः यः इकारः अस्ति तस्य दीर्घः भूत्वा जीर् इति भवति. जीर्योगः ष्यन् इत्यस्मिन् या अवशिष्यते, जीर्यति इति अन्तिमरूपं भवति, जीर्य इति अङ्गं भवति, आत्मनेपदिरूपमस्ति, अतः जीर्यते इति अन्तिमरूपं भवति. अस्तु, हलिच अपि पठामि वा भगिनि? पठतु. अस्तु, हलिच इति सूत्रमस्ति. हलिच इत्यनेन हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति. दिवादिगणे षन् हलादिः अपित् अस्ति, सुदादिगणे तु ष अजादिः अपित् अस्ति, अतः दिवादौ ऋकारान्तधातुषु हलि च इत्यस्य प्रसक्तिः, तुदादौ अस्यामेव दशायां हलि च कार्यं न करोति. अतः अत्र वयं दृष्टवन्तः, तत्र तुदादिगणे तु ष इति विकरणप्रत्ययः अस्ति, अकारः अवशिष्यते, अजादिप्रत्ययपरे तु हलि च इति सूत्रस्य प्रसक्तिः एव नास्ति. दिवादिगणे तु ष्यन् इति विकरणप्रत्ययः अस्ति, तत्र य इति अवशिष्यते, हल् वर्णः अस्ति, अतः हल् वर्णपरे रेफान्तवकारान्तधातूनाम् उपधायाः दीर्घः भवति, अतः तत्र दिवादिगणे एव हलिच इत्यस्य प्रसक्तिः प्रवृत्तिः अस्ति, दुदादिगणे तस्य प्रवृत्तिः नास्ति, यद्यपि तत्र ऋकारान्तधातु भवेत्. समीचीनं. तत्र जृ इति धातुः यदि दिवादिगणे नास्ति, इदानीं तुदादिगणे अस्ति इति चेत् तत्र रूपं किं भवति? जिरति इति भवति भगिनि. जिरति जृ ऋतैर्धातोः इत्यस्मिन् एतत् जिर् तावत् समानकार्यं भवति, तत्र हलिच इत्यस्य कार्यं न भवति. तत्र जिर् योगः अयोगः ति नो चेत् ते, जिरते नो चेत् जिरति इति भवितुम् अर्हति. इकारस्य दीर्घत्वं न भवति तत्र. समीचीनं. तर्हि तत्र दिवादिगणे हलि च इत्यस्य कार्यं भवति, यतोहि दिवादिगणे विकरणप्रत्ययः ष्यन् इति प्रत्ययः, तत्र य इति अवशिष्यते, यकारादिः अस्ति, अतः यकारादिः हल् यकारः हल् वर्णः, अतः हलिपरे इत्यनेन दिवादिगणे हलि च इत्यस्य कार्यं भवति, परन्तु तुदादिगणे हलि च इत्यस्य कार्यं न भवति, यतोहि विकरणप्रत्ययः तुदादिगणे श इति प्रत्ययः अकारः अवशिष्यते इति भेदः अस्ति उभयत्र. अतः यद्यपि दीर्घ ऋकारान्तधातुः उभयत्र अस्ति, दिवादिगणे अपि अस्ति, तुदादिगणे अपि अस्ति, उभयत्र ऋतधातोः इत्यस्यापि प्रसक्तिः अस्ति, परन्तु रूपे भेदः अस्ति. दिवादिगणे ऋतधातोः इत्यस्य कार्यानन्तरं हलि च कार्यं करोति, परन्तु तुदादिगणे ऋतधातोः इत्यस्य कार्यानन्तरं हलि च कार्यं न करोति इति कृत्वा रूपभेदः जीर्यते अथवा जिरते इति रूपभेदः भवति. अस्तु, तर्हि इदानीम् अग्रे. अतः तत्र दीर्घं दृष्ट्वा वक्तुं शक्नुमः कस्मिन् गणे अस्ति इति अपि. हा, रूपं दृष्ट्वा वक्तुं शक्नुमः कस्मिन् गणे अस्ति. यदि दीर्घः अस्ति तत्र तु दिवादिगणे दिवादिगणीयधातुः अस्ति तत्र दीर्घः नास्ति तु तुदादिगणीयधातुः भवितुम् अर्हति अपि च यकारः अपि दृश्यते जीर्यते इति तत्र यकारः अपि दृश्यते अपि च तत्र तत्र जिरुधातोः कर्मणि प्रयोगे रूपं किमस्ति जिरुधातोः कर्मणि प्रयोगे यक् इति भवति तत्र जिर्योगः यक् जीर्यते एव भवति जीर्यते एव वा हा जीर्यते इति एव रूपमस्ति ऋतौ कित् प्रत्यये परे तत्र समागमं जीर्यते यक् इति प्रत्ययः कित् अस्ति अतः तत्रापि जीर्यते इति एव रूपमस्ति अतः अत्रापि पश्यामः चेत् जीर्यते इति रूपमस्ति तर्हि जीर्यते इति वाक्यप्रयोगः अस्ति चेत् कर्तृप्रयोगः वा कर्मणि प्रयोगः वा इति सावधानतया द्रष्टव्यं भवति अस्तु तर्हि इदानीं तत्र उरण्ड्रपरः इति सूत्रस्य का आवश्यकता किमर्थम् उरण्ड्रपरः इति सूत्रं स्थापितमस्ति कोऽपि किमपि वक्तुमिच्छति वा भगिनि एकः शुभदा भगिनी किञ्चित् उच्चैः वदतु आं भगिनी क्षम्यताम् तत्र हलि च अपि च रवो ऊरुपधाया दीर्घः इकः सूत्रद्वयमस्ति तत्र कार्यं तु समानमेव दृश्यते तत्र कः भेदः इति किञ्चित् प्रश्नः कश्चित् प्रश्नः हलि च इति सूत्रं तु हलिपरे भवति रेपान्तवकारान्तधातूनाम् उपधायाः इकः दीर्घः हलिपरे परन्तु रुवोरुपधायाः दीर्घः इकः इति सूत्रे तु तत्र धातुसंज्ञा अपेक्षिता पदसंज्ञा अपि अपेक्षिता पदं भवेत् ओ अस्तु पदं पदान्ते रेपः अस्ति वकारः अस्ति चेत् तदानीम् उपधायाः दीर्घः भवति तत्र हल् वर्णः परः न अपेक्षितः ओ अस्तु अस्तु भगिनि तत्र हलिच इत्यस्मिन् पदस्य इति अधिकारः त्यक्तः भगिनि तत्र तु उपधायाञ्च इति अन्यत् अनन्तरं सूत्र तस्मिन् तु पदस्य इति अधिकारे अस्ति परन्तु हलिच पदस्य इति अधिकारे अस्ति चेदपि हा पदस्य इति अधिकारे अस्ति चेदपि तत्र परसप्तमी अस्ति खलु तस्य बलेन पदस्य इति अधिकारः न स्वीक्रियते न बुद्धं भगिनि एकवारं पुनः वदतु इत्युक्ते तत्र हलीपरे इति सप्तमी विभक्ति विभक्त्यन्तपदमस्ति खलु हलीपरे परसप्तमी अस्ति खलु यत्र यत्र परसप्तमी भवति तत्र पदस्य इति अधिकारः न स्वीक्रियते अस्तु एवं सूत्रे अन्यत् सूत्रमपि अस्ति वा एतादृशं सूत्रं प्रथमवारं हा बहूनि अस्ति झलो झलि इति बहूनि सूत्राणि सन्ति यत्र पदस्य अधिकारे भवन्ति तथापि परसप्तमी अस्ति चेत् तत्र पदस्य इति अधिकारः न स्वीक्रियते इत्युक्ते पदान्ते भवति इति न अर्थः हलि च तु कुत्रापि पदान्ते न भवति खलु न भवति पदान्ते नास्ति समीचीनं यतोहि परः वर्णः अपेक्षितः समीचीनं अतः पदस्य इति पदं भवेत् इति वदामः चेत् हलि च इत्यस्य प्राप्तिः कुत्रापि न भवति सम्यक् अस्ति खलु पदान्ते इति वदति चेत् हलिच इत्यस्य प्राप्तिः एव कुत्रापि न भवति अतः पदस्य इति अधिकारे भवेत् वा न भवेत् तत्र पदस्य इति न अपेक्षितम् पदस्य इति स्वीकुर्मः चेत् कार्यमेव न भवति कुत्रापि समीचीनं भगिनि एतादृशचिन्तनं नासीत् समीचीनम् तर्हि इदानीम् अग्रे सः सुमन् भगिनी पठितुमिच्छति वा अस्तु शुभदा भगिनी तर्हि पठतु कुतः पठामि भगिनि अत्र उरण्ड्रपरः हा अत्र प्रश्नस्य उत्तरमपि वदतु किमर्थम् उरण्ड्रपरः इति सूत्रस्य आवश्यकता अस्ति तत्र त तत् नास्ति चेत् किं भवति इति इत्यस्य चिन्तनं भवेत्। ऋतः धातोः अङ्गस्य इत् भवति। इत् भवति चेत् इत् इति अलोन्त्यस्य इति परिभाषया अन्तिमवर्णस्य स्थाने भवति। एकम् उदाहरणं नयामः चेत् अस्माकम् उदाहरणम् अस्ति क्रु विक्षेपे इति। तत्र क्रु योगः अयोगः ति इति स्थितौ अन्तिमवर्णस्य स्थाने इकारः भवति, नाम दीर्घ ऋकारस्य स्थाने इ इति आदेशः भवति। तत्र रपरः नास्ति चेत् किं भवति? क इ इति एव भवति, कि इति भवति, कि अ ति इति किमपि अनिष्टरूपं भवेत् तत्र यणसन्धिः भूत्वा किमपि क्यति इति किमपि भवति, अनिष्टरूपं सिद्धिं भवति इति कृत्वा तत्र उरण्परः इत्यस्य आवश्यकता नाम ऋत इद्धातोः इत्यस्मिन् उरण्परः इत्यस्य आवश्यकता अस्ति इति मन्ये। इति भवती प्रतिपादितवती यत्र तत्र रूपे दोषः भवति इति प्रतिपादितवती, तत्तु समीचीनं। तद् तु एकरीत्या तादृश उत्तरं वक्तुं शक्यते, परन्तु अस्माकं तु शब्दशास्त्रमस्ति खलु, तर्हि तत्र किमपि तत्र कोऽपि वर्णः अपेक्षितः चेत् तत्र शब्दरूपेण तस्य प्रमाणं भवेत् खलु। नाम स्थानतौल्यम् आयाति इत्यनेन अत्र तस्य कयोः स्थानतौल्यम् ऋकारस्य स्थाने अकारः आदेशः भवति, किन्तु तत्र वस्तुतः तत्र स्थानतुलता नास्ति, अतः रेफस्य आदेशेन मूर्धन्य स्थानस्य तुल्यता करोति इति। केन सह रेप् ऋकारस्य किमर्थं मूर्धन्यता अपेक्षिता? रेफः अकारः तु तथा नास्ति, ककारः स्वरः अस्ति, ऋकारस्य मूर्धन्यत्वम् अस्ति, अतः रपरः र इत्यस्य आनयनेन मूर्धन्यत्वम् आयाति इति अस्ति तत् सत्यम् इति कृत्वा तत्र यतोहि तत्र व्याकरणे सर्वत्र अस्माकं यत्र आदेशाः भवन्ति तत्र सर्वत्र स्थानतौल्यम् अपेक्षितं खलु, यथा तत्र इकः स्थाने यण् इति वदामः चेत् तत्तु अस्माकम् अनुभवः अस्ति तत्र अति अस्ति इति अस्ति चेत् तत्र अत्यस्ति इति तत्र संहिता यदा भवति वर्णानाम् अतीव नैकट्यं यत्र भवति तत्र एतादृशरूपं लभ्यते इति वयं ज्ञातुं शक्नुमः। एवमेव अत्रापि तत्र कस्यचित् वर्णस्य स्थाने अन्यः वर्णः आदिष्टः भवेत् तदानीं स्थानतौल्यम् अपेक्षितं, तर्हि ऋकारस्य स्थाने यदा इकारः अथवा उकारः अथवा यः कोऽपि अण्वर्णः आयाति सः अण्वर्णः ऋकारेण साम्यं नास्ति, ऋकारेण सह साम्यता नास्ति इति कृत्वा साम्यतां कथम् आनेतुं शक्यते इति चेत् तत्र यदा रपरः भवति सः वर्णः तदानीं तत्र मूर्धन्यत्वमपि आयाति, तदानीं स्थानतौल्यता आयाति इति कृत्वा उरण्परः इति परिभाषासूत्रम् इति उच्यते। मातुः पुस्तके तु उरण्परः इति परिभाषासूत्रमिति उक्तमस्ति। भगिनी अत्र किञ्चित् पठित्वा समापयामः. अत्र अर अत्र उरण्ड्रपरः इत्यस्य उरण्ड्रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम. अ आ योगः इ ई ए अ आ योगः उ उ ओ अ आ योगः ऋ ऋ अर् इति सामान्यनियमः अस्ति. परन्तु गुणसंज्ञाविधायकसूत्रम् अदेङ्गुणः इत्यनेन अ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञां भवति गुणसंज्ञा भवति. भगिनि भगिनि क्षम्यताम्, अत्र बहु किमपि अस्ति, इदानीं समयः अतीतः. केवलम् अत्र यद् पूर्वं पठितं तस्य विषये किञ्चित् उक्त्वा समापयामः. कस्य विषये भगिनी क्षम्यताम्? पूर्वस्मिन् उक्तं खलु अत्र उरण्ड्रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयामः, तत्र वदतु किम् अस्ति इति. तत्र अवर्णात् अ आ इति, तदनन्तरं किमपि असवर्णवर्णः अस्ति चेत् स्वरः अच् वर्णः अस्ति चेत् नाम अ आ योगः इ ई उ उ अथवा ऋ ऋ इति अस्ति चेत् किं भवति इति तत्र लिखितमस्ति. ए ओ अथवा अर् इति भवति इति तु सामान्यनियमः अस्ति. तत्र अदेङ्गुणः इति इत्यनेन तत्र अ ए ओ इति गुणसंज्ञकवर्णाः वर्णाः तत्र विहितः भवन्ति विहिताः भवन्ति. अ आ योगः इ ई अत्र ए इति भवति, अ आ योगः उ ऊ अत्र ओ इति भवति. तादृशमेव अ आ योगः ऋ ऋ अस्ति चेत् तत्र अ इति भवति. परन्तु तत्तु उरण्ड्रपरः इत्यनेन रपरः भूत्वा तस्य अर् इति आदेशः भवति इति तत्र दत्तमस्ति. किमर्थम् आ योगः इ ई इत्यत्र ए भवति न तु ओ? तत्र अ आ इत्यस्य तु स्थानेन्तरतमः इति सूत्रं तत्र कार्यं करोति, परिभाषासूत्रं. स्थानेन्तरतमः इत्यनेन अ आ इत्यस्य स्थानं अकुहविसर्जनानां कण्ठः इति अस्ति. इ ई इत्यस्य तालुः इति अस्ति. तस्य स्थानेन्तरतमः इति सूत्रेण स्थानस्य अन्तरतम्यात् ए इति वर्णं तत्र आगच्छति, यतोहि ए इत्यस्य कण्ठतालु इति स्थानमस्ति. ए इति कण्ठतालु इति तस्य स्थानं, यत्र अकारस्य कण्ठस्थानम् अपि च इकारस्य तालुस्थानं तत्र सम्मिलितमस्ति. अतः ए इति तत्र गुणवर्णक भवति, ओ न भवति. ओ इत्यस्य कण्ठोष्ठम् इति अस्ति, तत्र ओष्ठमस्ति, परन्तु अ इ इत्यत्र ओष्ठस्य सम्बन्धः नास्ति इति कृत्वा. समीचीनम् समीचीनम् इत्युक्ते आहत्य यत्र गुणसन्धेः कार्यं भवति तत्र स्थानेन्तरतमः इति परिभाषायाः कार्यं भवति इति अस्माभिः ज्ञायते एव. तस्य एव विवरणम् इतोपि अत्र दत्तमस्ति, तद् अग्रिमसप्ताहे वयं पठिष्यामः. यतोहि बहु किमपि अस्ति अत्र, अग्रिमसप्ताहे पठिष्यामः. अपि च इतोपि किञ्चित् एव अस्ति. सार्ध अष्टवादने अत्र अष्टवादने भवितुं शक्यते वा? बहु बुक् लगिरे ये भगिनि महोदय. ओ अष्टवादने वा इति अहं पश्यामि भगिनि. सर्वेषां कृते सम्यक् अस्ति चेत् कुर्मः, परन्तु तत्र अमेरिकादेशे बहु शीघ्रं भवति प्रातःकाले. केवलं मार्च् मासपर्यन्तमेव एतादृशं, तदनन्तरं तत्र पूर्वं किञ्चित् शीघ्रमेव भवति. अतः पश्यामः. अत्र अस्मिन् पाठे किञ्चिदेव अस्ति, तद् परिसमाप्य तत्र द्वितीयभागं प्रति गच्छामः अग्रिमसप्ताहे. तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.